हरिः ओ अगजाननपद्मार्कं गजाननमहर्निशम् अनेकदन्तं भक्तानाम् एकदन्तम् उपास्महे श्रीमहागणपतये नमः कुरवे सर्वलोकानां भीषजे भवरोगिणां निधये सर्वविद्यानां श्रीदक्षिणामूर्तये नमः अस्मद्गुरुचरणारविन्दाभ्यां नमः ज्ञानानन्दमयं देवं निर्मलस्फटिकाकृतिम् आधारं सर्वविद्यानां हयग्रीवम् उपास्महे श्रीहयग्रीवमूर्तये नमः सरस्वती नमस्तुभ्यं वरदे कामरूपिणी विद्यारम्भं करिष्यामि सिद्धिर्भवतु मे सदा श्रीमहासरस्वत्यै नमः हरिः ओ नमः गुरुभ्यो नमः सर्वेभ्यो नमः धन्यवादः भगिनी सर्वेभ्यो नमः सर्वेषां स्वागतम् अस्मिन् वर्गे अस्माकं प्रवर्तमानविषयः अस्ति तत्र हल् सन्धिः किन्तु मध्ये किञ्चित् विरामः भवेत् इति कृत्वा तत्र कथाः पठन्तः स्मः गतवर्गे तत्र कथाद्वयं पठितवन्तः अद्यापि तत्र कथात्रयमस्ति प्रायशः कथाद्वयं पठितुं शक्नुमः इति मन्ये अतः तत्र प्रथमकथा अस्ति तत्र भक्तश्रेष्ठः पुण्डलीकः इति तर्हि तत्र सुजाताभगिनी आरम्भं करोति वा आं महोदय आसीत् कृष्णावतारकाले पुण्डलीको नाम मातापित्रोः भक्तः तस्य मातापितरौ अन्धौ एकदा तीर्थयात्रायाः इच्छा तेन प्रकटिता तत् श्रुत्वा पितृभ्याम् उत्तरम् उक्तम् वार्धके पुण्यक्षेत्रदर्शनं पुण्यप्रदम् इति श्रुतम् अतः आवामपि त्वया सह नया इति अग्रे अपि एकवारं सम्पूर्णतः पठामः भगिनि तदनन्तरं किञ्चित् परिशीलयामः किन्तु एकवारं पठामि महोदय एतत् अङ्गीकृत्य एतत् अङ्गीकृत्य पुण्डलीकः पदाभ्यां यात्राम् आरब्धवान् चलन्तौ पितरौ अतिशीघ्रं क्लान्तौ अभवताम् तौ स्वस्य भुजयोम् उपरि उपवेश्य तेन महाराष्ट्रराज्ये चन्द्रभागानदीतीरे स्थितं दिण्डीरवनं प्राप्तं वने कुक्रुटमहर्षेः आश्रमः गतः महर्षिणा आगमनकारणं पृष्टं यात्राकारणं पुण्डलीकेन यदा निवेदितं तदा महर्षिणा प्रोक्तम् ऐ सुशील पित्रों पदतीर्थमेव सर्वपुण्यप्रदम् पितृभ्यां कटं न कष्टं पठामः महोदय. एकवार ने ऐ डिण्ट् सी अर्लियर् महोदय. कष्टं न दातव्यम् अत्रैव वस इति. समीचीनं भगिनि, तावत् अस्तु, समीचीनम्. अस्तु, नूतनतया तत्र पल्लवी भगिनी नमस्कारः. धन्यवादः. निवेदिता भगिनी नमस्कारः. तत्र कथां पठन्तः स्मः. प्रथमा कथा अस्ति भक्तश्रेष्ठः पुण्डलीकः इति. अस्तु, अग्रे तत्र निवेदिता भगिनी अग्रे पठितुम् इच्छति वा? आम्, नमो नमः. नमस्कारः भगिनि. तदा पुण्डलीकः माता एव विठ्ठलः, पिता एव विठ्ठलः इति मन्यमानः तत्रैव वसन् पितृसेवारतः अभूत्. नारदमुनेः मुखात् एतां वार्तां श्रुतवान् भगवान् तम् अनुग्रहीतुम् इच्छन् चन्द्रभागानदीतीरस्थं पुण्डलीकाश्रमं प्रति निर्गतः. तदवसरे पुण्डलीकः आश्रमे पितृशुश्रूषामग्नः आसीत्. भगवान् आश्रमात् बहिः स्थित्वा पुण्डलीक पुण्डलीक इति आह्वयत्. पुण्डलीकेन एतत् आह्वानं श्रुतं. कोऽपि अतिथिः आगतः इति चिन्तयन् सः, अहम् इदानीं पितृशुश्रूषामग्नः अस्मि, यावत् एतत् कार्यं समाप्य अहं बहिः न आगच्छेयं तावत् तथैव इष्टिकायाः उपरि स्थीयताम् इति उक्तवान्. श्रद्धापूर्वकं सर्वं शुश्रूषां समाप्य यदा पुण्डलीकः बहिः आगतः तदा तेन दृष्टं यत् कोऽपि राजा इव करौ कटौ स्थापयित्वा भार्यासमेतः प्रतीक्षते इति. बद्धाञ्जलिः तिष्ठन् अतिथिपरिचयः तेन पृष्टः. अग्रे पठामि वा? तदा जगदीश्वरः उक्तवान्, अहं द्वारकाधिपतिः कृष्णोऽस्मि, एषा रुक्मिणी मम भार्या, श्लाघनीया अस्ति तव पितृसेवा. एतां तव पितृसेवां दृष्ट्वा अतिप्रसन्नः अस्मि पुण्डलीक. वरं वृणीष्व इति. आत्मानं धन्यं मन्यमानेन पुण्डलीकेन सविनयं परमेश्वरः उक्तः, प्रभो, लोके पितृभक्तिमहत्त्वं प्रदर्शयितुं भवता अत्रैव देव्या सह स्थातव्यम्, एषा एव मम इच्छा इति. भक्तस्य इच्छां परिपालयता कृष्णेन तत्रैव स्थितं, तदेव पण्डरपुरम् इति ख्यातं. तत् क्षेत्रम् अस्ति महाराष्ट्रराज्ये. तत्र स्थितः रखुमाबाई समेतः विठ्ठलः भक्तानां मनोरथं पूरयति. उत्तमम्. अस्तु, इदानीं तत्र वेदा भगिनी इदानीं तत्र आरम्भं करोति वा? पल्पीसः पठामि. आसीत् कृष्णावतारकाले पुण्डलीको नाम मातापित्रोः भक्तः. एकः भक्तः पुण्डलीक, तस्य नाम पुण्डलीकः अस्ति. तद् कृष्णावतारकाले मातापित्रोः भक्तः पुण्डलीक नाम एकः पुरुषः कृष्णावतारकाले आसीत्. तस्य तत्र मातापित्रोः इति विभक्ति का? मातापित्रोः षष्टि. समीचीनं. तस्य मातापितरौ अन्धौ. तस्य मातापितरौ अन्धौ. तस्य माता अपि च पिता अन्धः आसीत. अन्धः द्रष्टुं न शक्यते ते. और् न शक्यते वदामि वा? शक्यतः द्रष्टुं न शक्यते. शक्यते एकदा ताभ्यां द्रष्टुं न शक्यते. ताभ्यां द्रष्टुं न शक्यते. एकदा तीर्थयात्रायाः इच्छा तेने तेन प्रकटिता. मातापिता पुत्रं प्रति वदति कि वयं सर्वे तीर्थयात्रा गतवन्तः वा इति. न तीर्थयात्राया इच्छा तेन प्रकटिता. हा तत्र तेन इति अस्ति, तेन इति वचनं. तेन इत्युक्ते मातापितर मातापितर. न एकदा तेन तेन तावत्पर्यन्तं तत्र नाम तत्र तेन तत्र पूर्वं तस्य मातापितरौ अन्धौ, अतः पुनः तेन इति अस्ति चेत् तत्र कस्य मातापितरौ अन्धौ? पुण्डलीकस्य. पुण्डलीकस्य वा तेन इत्युक्ते? अत्र पुण्डलीकेन. पुण्डलीकेन इच्छा प्रकटिता वा? इच्छा प्रकटिता, तीर्थयात्रायाः इच्छा प्रकटिता एकदा तेन, तेन पुण्डलीकेन. पुण्डलीकेन प्रकटिता वा? पुण्डलिकः प्रकटितवान् इच्छां, प्रकटितवान् तीर्थयात्रायाम् अह इच्छां प्रकटितवान्. किमर्थं सः एव प्रकटितवान् इत्युक्ते अग्रिमवाक्यं पठतु. तत् श्रुत्वा पितृभ्याम् उक्तम्. ओ तत् श्रुत्वा पितृभ्याम् उक्तम् वार्धके. तर्हि सः एव उक्तवान् खलु? तर्हि तत् श्रुत्वा पितृभ्याम् उक्तं वार्धके पुण्यक्षेत्रदर्शनं पुण्यप्रदम् इति श्रुतं. पुण्यप्रदम् अच्छा वार्धके पुण्यक्षेत्र. वार्धके इत्युक्ते यदि तत्र वार्धके वर्धना अनन्तरं नाम तत्र बाल्यकाले न यौवनकाले न वार्धके यदा अस्माकं वयः किञ्चित् वर्धितः अस्ति तदा तस्मिन् समये पुण्यक्षेत्रदर्शनं पुण्यप्रदं नाम दर्शनेन वयं पुण्यं प्राप्तवान् प्राप्नुमः. प्राप्यते पुण्यं प्राप्यते दर्शनेन इति श्रुतं. तत्र पितृभ्याम् उक्तं कर्मणि प्रयोगः. पितृभ्याम् सत्यं पितृभ्यां वार्धके पुण्यक्षेत्रदर्शनम् इत्युक्ते वृद्धावस्थायाम् इति वा? वृद्धावस्थायां पुण्यक्षेत्रदर्शनं लाभकारं पुण्य पुण्य पुण्य प्रदाति पुण्य प्रददाति प्रददाति प्रददाति इति. अतः आवाम् अपि त्वया सह नय. त्वया सह नय अतः तत्र नय इति लोट्लकारे लोट्लकार. अपि आवाम् इति आवां वयम् इत्युक्ते मातापिता मातापितरौ इति. अहम् आवां वयं माम् आवाम् आवाम् आवामपि त्वया सह नय इत्युक्ते तत्र अहम् अहम् इति पदस्य विभक्ति तत्र अहम् आवां वयं करेक्ट्. तदनन्तरं द्वितीयविभक्ति अहम् आवां वन् सेकेण्ड् अहम् आवां वयं माम् माम् माम् आवाम् अस्मान्. उत्तमं भगिनि. अतः तत्र कर्मपदम् आवां नय करेक्ट्. आवामपि त्वया सह नय नय ओके इति. अस्तु समीचीनम् अग्रे. एतत् अङ्गीकृत्य पुण्डलीकः पद्भ्यां यात्राम् आरब्धवान्. एतत् अङ्गीकृत्य एतत् पित्रोः वाक्य पितुः वाक्यं वा? पितुः पितापित्रोः मातापित्रोः वाक्यम्. ओ मातापित्रोः वाक्यं परन्तु केवलं पिता एव उक्तवान् पितृभ्याम् इति अस्ति खलु तर्हि पितृभ्याम् अस्ति एकशेषद्वन्द्वसमासस्य न पितरौ माता च पिता च. सो एतत् अङ्गीकृत्य पुण्डलीकः पद्भ्यां यात्राम् आरब्धवान्. एतत् स्वीकृतवान् पुण्डलीकः एतत् तदेव तथैव कुर्मः इति तथैव एतत् पुण्डलीकः स्वीकृतवान् अपि च पद्भ्यां यात्राम् आरब्धवान् इत्युक्ते यात्रा पद्भ्यां करणीयः इति मन्ये पद्भ्यां यात्राम् आरब्धवान् नाम पद्भ्यामेव यात्रा भवति नाम पद्भ्याम् इति तत्र वचनं किम् पद्भ्यां पद्भ्याभ्यां वचनं वचनं वचनं द्विवचनं द्विवचनं हा तृतीया द्विवचनं पद्भ्यां पद्भ्यां यत्र यत्र भ्याम् अस्ति तत्र द्विवचनं हा अपि भगिनी तत्र स्वीकृत्य इति तत्र आङ्ग्लभाषायां स्वीकृत्य वयं चिन्तयामः तत्र अङ्गीकृत्य इत्युक्ते स्वीकृत्य इति भिन्नम् अस्ति भगिनि अङ्गीकृत्य नाम अक्सेप्ट् अक्सेप्ट् स्वीकृत्य नाम टेक् करेक्ट् करेक्ट् अङ्गीकृत्य इत्युक्ते अक्सेप्ट् सिनानिम् किमस्ति तत्र अङ्गीकृत्यस्य विषये अङ्गीकृत्य किं वदामि अङ्गीकृत्य तस्य इदानीं मनसि न आगच्छति किन्तु अङ्गीकृत्य भिन्नम् अस्ति स्वीकृत्य इति भिन्नम् भिन्नमस्ति पुण्डलीकः पद्भ्यां यात्राम् आरब्धवान् चलन्तौ पितरौ अतिशीघ्रं क्लान्तौ अभवताम् चलन्तौ पितरौ विशेषणविशेषणमस्ति तत्र चलन्तौ पितरौ अतिशीघ्रं क्लान्तौ अभवताम् क्लान्तौ इत्युक्ते टयर्ड् इति वा क्लान्तः इति मन्ये चलन्तौ पितरौ अतिशीघ्रं क्लान्तौ अभवताम् इत्युक्ते विरामः करणीयः इति विरामः करणीयः इति न विरामः कुर्मः इति आशयः अस्ति वा पितरौ आशयः अस्ति इति चलन्तौ श्रान्तौ ते श्रान्तौ अभवताम् अतिशीघ्रं क्लान्तौ अभवताम् तौ अतिशीघ्रं क्लान्तौ अभवताम् इत्युक्ते तत्र बहु दीर्घं न गन्तुं शक्तवान् तत्र किञ्चित् दूरं गच्छन्ति तदनन्तरं तत्र किञ्चित् स्थगनीयं भवति पुनः तत्र गच्छन्ति इति तौ महोदय अत्र अङ्गीकृत्य च्वीरूपम् अस्ति सत्यं भगिनि किमस्ति सत्यं च्वि च्वि च्वि प्रत्ययः अङ्गीकृत्य इति अच्छा ओके तत्र भवती वेदभगिनी भवती जानाति नाम तत्र स्वीकृत्य अङ्गीकृत्य शुक्लीकृत्य इति तत्र अतः एव तत्र अङ्गी इति तत्र च्वि प्रत्ययः अस्ति स्वीकृत्य अपि च्वि प्रत्ययः अस्ति अतः एव दीर्घैकारः अपि यद्यपि तत्र स्वि इति उपसर्गः नास्ति किन्तु अङ्गीकृत्य स्वीकृत्य इति लेबन्तरूपं यतोहि उपसर्ग इव अस्ति अतः एव तत्र कृत्य इति अस्ति खलु तौ स्वस्य भुजयोः उपरि उपवेश्य तेन महाराष्ट्रराज्ये चन्द्रभागानदीतीरे स्थितं दिण्डीरवनं प्राप्तं तौ स्वस्य भुजयोः उपरि उपवेश्य पुण्डलीकः पुण्डलीकः मातापितरौ मातापितरौ इति वा पित्रोः मातापितरौ स्वस्य भुजयोः उपरि तम् उपविश्य महाराष्ट्रराज्ये चन्द्रभागानदीतीरे एक दिण्डीरवनम् इति एकः क्षेत्रमस्ति तद् प्रति गतवान् तत् प्राप्तं स्थितं दिण्डीरवनं प्राप्तं प्राप्तम् अपि दिण्डीरवनं कुत्र अस्ति महाराष्ट्रराज्ये चन्द्रभागानदीतीरे अस्ति नदीतीरे अस्ति समीचीनम् अग्रे वने कुक्कुटमहर्षेः आश्रमः गतः वने कुक्रुटः कुक्रुटः कुक्रुटः वा अच्छा वने कुक्रुटमहर्षेः आश्रमः गतः तत्र वने कुक्रुटमहर्षेः आश्रमः अस्ति तद् तत्र ते सर्वे गतः गतवन्तः गतवन्तः समीचीनं महर्षिणा आगमनकारणं पृष्टं तृतीया विभक्ति कर्मणि प्रयोगे अस्ति महर्षिणा आगमनकारणं पृष्टम् इति तत्र महर्षि पृष्टवान् किमर्थं ते सर्वे न किमर्थं त्वाभ्यां वा किं वदामि किमर्थं तैः आगतम् अथवा किमर्थं तैः आगतवन्तः किमर्थं तैः तत्र आगतः इति कारणं पृष्टवान् यात्राकारणं पुण्डलीकेन यदा निवेदितं तदा महर्षिणा प्रोक्तं यात्राकारणं पुण्डलीकेन यदा निवेदितं तदा महर्षिणा प्रोक्तं यात्राकारणं किम् अस्ति इति पुण्डलीकः मुनिं प्रति महर्षिं प्रति निवेदितं तस्य तदा निवेदितं न निवेदितवान् निवेदितवान् तद् श्रुत्वा महर्षिणा प्रोक्तम् इत्युक्ते महर्षिः उक्तं महर्षिः महर्षिः उक्तवान् अयि सुशील पित्रोः पादतीर्थमेव सर्वपुण्यप्रदम् अयि सुशील इत्युक्ते सम्बोधनं तत्र कृतवान् तस्य पुण्डलीकस्य उत्तमपुरुष पित्रोः पादतीर्थमेव सर्वपुण्यप्रदं पित्रो मातापित्रोः पादतीर्थम् एव सर्वपुण्यं प्रदत्तवत् इति वदामि ददाति पुण्यं ददाति सर्वपुण्यं पुण्यं पुण्यप्रधानं करोति सर्वपुण्यं प्रदानं करोति पादतीर्थमेव सर्वपुण्यं ददाति वृद्धपितृभ्यां कष्टं न दातव्यं वृद्धपितृभ्यां कष्टं न दातव्यं मातापितरौ वृद्धः इति दृश्यते तं कष्टं न दातव्यं तत्र भवती वदतु तत्र वृद्ध पितृभ्यां कष्टं न दातव्यं खलु पितृभ्याम् अस्ति तत्र वृद्ध पितृभ्यां वृद्ध पितृभ्याम् इति तत्र विभक्ति का तत्र द्वितीया तृतीया विभक्ति द्विवचने द्विवचनं समीचीनं वृद्धपितृभ्यां किमर्थं तृतीया किमर्थं तृतीया इति चिन्तयति भवती कष्टं न दातव्यम् इति कारणतः चिन्तयति कर्मणि प्रयोगे अस्ति वा तत्र कर्मणि एव समीचीनं तत्र किन्तु कष्टं न दातव्यं पितृभ्याम् इत्युक्ते द्वितीया विभक्ति नाम तत्र कर्मपदं किम् अस्ति किमर्थं किं दातव्यं कष्टं न दातव्यं दट् इस् ओके दट् कर्मपदं तर्हि कर्मपदं किं कर्मपदं किं कष्टं कष्टं समीचीनं हा कर्मपदं कर्मणि प्रयोगे कर्मपदं तत्र प्रथमाविभक्तौ भवति खलु विभक्त्यां भवति समीचीनं तर्हि कष्टम् इति कर्मपदं दातव्यं तां नाम यदि कोऽपि कष्टं ददाति तत्र कः भवेत् अत्र कष्टं कः ददाति कष्टम् कः ददाति तत्र यात्रा अथवा तत्र पुण्डलीकः कष्टं ददाति इति वक्तुं शक्नुमः खलु नाम अतः तत्र अथवा यात्रेण इति तत्र यात्रया इति किमपि कस्मै धानक्रिया अस्ति खलु धानक्रिया अस्ति चेत् चतुर्थी भवति चतुर्थी सोरि करेक्ट् इदानीं समीचीनं चतुर्थी विभक्ति द्विवचने अस्ति तावदेव समीचीनं अत्रैव वस इति तदेव किमपि कुत्रापि न कुत्रापि न गच्छतु गच्छतु तदेव तत्र एव वस वस इति वस त्वम् अत्रैव वस इति समीचीनं भगिनि हा उत्तमम् अस्तु अग्रे तर्हि तत्र इदानीं तत्र हा तत्र इदानीं सुजाता भगिनी किञ्चित् वदति वा आं महोदय. तदा पुण्डलीकः माता एव विठलः, पिता एव विठलः पिता एव विठलः इति पुण्डलीकस्य माता पितरौ नाम दत्तमस्ति. विठलः नाम न दत्तमस्ति तत्र, किमर्थं नाम दत्तमस्ति? विठलः माता विठ्ठलः, विठ्ठलः नाम सः एव भगवान् इति. आम् माता एव विठ्ठलः, पिता एव विठ्ठलः, भगवान् मातृपिता मातृदेवो इति अर्थे इति मन्यमानः तत्रैव वसन् पितृसेवारतः अभूत्. तत्रैव आश्रमे सः वसन् इति शत्रन्तरूपं वसति, वसन् सेवा कृतवान् पितृसेवारतः. पितृसेवारतः नाम पितृसेवा मग्नः, तस्मिन्नेव तत्र तस्य मनः भक्त्या गतमासीत्. सेवारतः नाम मग्नः, तत्र एव तस्य मनः सर्वदा आसीत्, तत्र पितृसेवा विषये एव सः सर्वदा चिन्तयन् आसीत्, लग्नः अभवत्. अपि मन्यमानः, तत्र किमस्ति मन्यमानः? शानजरूपमस्ति मन्यते. मन्यमानः सः तत्रैव वसन् पितृसेवारतः अभूत्. तर्हि तत्र क्रिया, अनेके क्रियाः सन्ति खलु, अनेकाः क्रियाः सन्ति. मन्यते, वसति, अभूत्, ततः मन्यमानः, वसन् अभूत्. अभूत् अग्रे नारदमुनेः मुखात् एतां वार्तां श्रुतवान् भगवान् तम् अनुग्रहीतुम् इच्छन् चन्द्रभागानदीतीरस्थं पुण्डलीकाश्रमं प्रति निर्गतः. नारदमुने मुखात् एतां वार्ता श्रुतवान् भगवान् श्रुतवान् वा महोदय? भगवान् श्रुतवान्. किं श्रुतवान्? चन्द्रभागनदीतीरस्थम् एव न किं श्रुतवान्? विठ्ठलस्य वार्ता महोदय, पुण्डलीकस्य कथां सः श्रुतवान्. कस्मात् श्रुतवान्? नारदात् श्रुतवान्, नारदमुनेः मुखात्. नारदात् अथवा नारदमुनेः श्रुतवान् अथवा नारदमुनेः मुखात् सः श्रुतवान्. समीचीनम्. तदा सः किं कर्तुम् इष्टवान् सः भगवान्? भगवान् क्रीड भगवान् तम् अनुगृहीतम् अनुग्रहीतुं किं किमपि कर्तुं, किं कर्तुम्? अनुग्रहणं कर्तुम् इष्टवान्. इष्टवान् कम् अनुग्रहीतुं? पुण्डलीकं मातापिता. पुण्डलीकम् अनुग्रहीतुं, पुण्डलीकम् अनुग्रहीतुम् इष्टवान्. तदा सः किं कृतवान्? पुण्डलीकाश्रमं प्रति गतवान्. समीचीनं. तत्र निर्गतवान् इति अस्ति, यतोहि सः तत्र उपसर्ग अन्यत्र अस्ति, अन्यत्र आसीत्. तत्र निर्गतवान् इति. समीचीनम्. अस्तु, समीचीनम्. अग्रे तदवसरे पुण्डलीकः आश्रमे पितृशुश्रूषामग्नः आसीत्. तत्समये पुण्डलीकः पुण्डलीक पितृशुश्रूषामग्नः सेवामग्नः अभवत् आसीत् तस्मिन् सः कुर्वन् आसीत् पितृशुश्रूषां कुर्वन् आसीत् भगवान् आश्रमात् बहिः स्थित्वा पुण्डलीका पुण्डलीका इति आह्वयत्. भगवान् अत्रैव बहिः स्थितवान् पुण्डलीका पुण्डलीका इति पुण्डलीकम् आहूतवान्. आहूतवान्, समीचीनं भगिनी, तथैव अस्ति. आह्वयत् अथवा आहूतवान् पुण्डलीकेन एतत् आह्वानं श्रुतं. पुण्डलीकः आह्वानं श्रुतवान् कोऽपि अतिथिः आगतः इति चिन्तयन् सः अहम् इदानीं पितृशुश्रूषामग्नः अस्मि कोऽपि अतिथि आगतवन्तः इति चिन्तयति सः न जानाति सः कः आगतवान् इति न जानाति ये न जानाति कोऽपि अतिथिः आगतः इति मत्वा चिन्तयन् इति मत्वा समीचीनम् इति मत्वा सः किम् उक्तवान् अहम् इदानीं मातु पितृशुश्रूषां कृतवान् तत्र मातापित्रोः मातापित्रोः कुर्वन्नस्मि यावत् एतत् कार्यं समाप्य अहं बहिः न आगच्छेयं तावत् तत्रैव इष्टिकायाम् उपरि स्थीयताम् इति उक्तवान् यावत् सेवानिरतः अभवत् तत् कार्यं समाप्य सेवाकार्यक्रमं समाप्य एव बहिः आगच्छे पर्यन्तम् अहं न आगच्छामि न आगच्छेयं तावत्पर्यन्तं तत्रैव तत्रैव इट्टिकायाम् इष्टिकायाः उपरि अस्ति विभक्ति अस्ति इष्टिकायाः उपरि इष्टिकायाः उपरि समीचीनम् स्थीयतां लोट्लकारम् अस्ति तत्र इष्टिका इष्टिका इति तत्र इष्टिका इत्युक्ते ब्रिक् तस्योपरि स्थीयतां तत्र एव इति उक्तवान् स्थीयतां पुण्डलीकेन उक्तवान् तिष्ठन्तु तिष्ठन्तु तिष्ठन्तु तत्र एव तिष्ठन्तु अहं यावत् आगच्छामि तावत्पर्यन्तं बहिः आगच्छामि इति सः उक्तवान् समीचीनं भगिनि अस्तु इदानीम् अग्रे समीचीनं भगिनि अस्तु धन्यवादः हा समीचीनं भगिनि अस्तु अग्रे पल्लवी भगिनी अग्रे पठति वा आम् श्रद्धापूर्वकं सर्वं शुश्रूषां समाप्य यदा पुण्डलिकः बहिः आगतः तदा तेन दृष्टं यत् कोऽपि राजा इव करौ कटौ स्थापयित्वा भार्यासमेतः प्रतीक्षते इति यदा पुण्डलिकेन मातापितरौ सेवां समाप्तवान् तदा सः बहिः आगतः बहिः आगत्वा सः दृष्टवान् यत् कोऽपि पुरुषः राजा इव अस्ति सः स्वस्य करौ स्वस्य कटौ स्थापयित्वा तत्र इष्टिकायाः उपरि भार्या समेतः स्थितवान् आसीत् तस्य पुण्डलिक पुण्डलिकस्य प्रतीक्षां कुर्वन्तौ द्वौ अपि तत्र स्थितवन्तौ आं क्षम्यताम् आं सत्यं स्थितवन्तौ तत्र तत्र करौ कटौ उत्तममस्ति तत्र करौ कटौ किन्तु तत्र किञ्चित् वदतु तत्र वचनं किम् अपि विभक्तिकार्थे करौ कटौ स्थापयित्वा तर्हि द्वितीया द्विवचनं कस्य द्वितीया द्विवचनं कर करौ इस् द्वितीया आफ् कर हा द्वितीया अस्तु करः करौ तर्हि वचनं द्विवचनं विभक्ति द्विवचनं करौ इति वचन विभक्ति करौ कटौ स्थापयिता किं स्थापयित्वा किं स्थापयित्वा करौ स्थापयित्वा करौ स्थापयित्वा इति समीचीनं तर्हि करौ इति कर्मपदं खलु तर्हि कटौ इति कटि उपरि तर्हि तस्य सप्तमी अस्ति वा तत् इति अस्ति कटौ कुत्र स्थापयित्वा कटौ स्थापयित्वा किन्तु करौ कटौ उत्तमं प्रयोगः उत्तमः अस्ति खलु नाम करौ कटौ स्थापयित्वा इति भाति किन्तु करौ इति वचन द्विवचनम् अपि द्वितीयविभक्ति कटौ इति एकवचनं सप्तमी एकवचनम् क्षम्यतां धन्यवादः महोदय तर्हि सः तत्र भार्या समीपः तत्र उपविष्ट सोरि स्थितवन्तौ अग्रे बद्धाञ्जलिः तिष्ठन् अतिथिपरिचयः तेन पृष्टः सः अञ्जलिं बद्ध्वा नमस्कृत्य नमस्कृत्य तत्र तिष्ठन् इति शत्रुप्रत्ययः पुण्डलीकः अतिथिपरिचयः पृष्टवान् अतिथिपरिचयं पृष्टवान् अथवा परिचयम् आमां कर्तरि परिचयं पृष्टवान् अग्रे तदा जगदीशः उक्तवान् अहं द्वारकाधिपतिः कृष्णोऽस्मि तस्य परिचयः विठ्ठलं दत्तवान् विठ्ठलः दत्तवान् यत् अहं जगदीश्वरः अस्मि क्षम्यतां द्वारकाधिपतिः कृष्णः अस्मि इति सः जगदीश्वरः उक्तवान् विठ्ठलः तत् पुण्डलिकम् उक्तवान् एषा रुक्मिणी मम भार्या समीपं स्थितः सा तस्य भार्या आसीत् इति सः उक्तवान्। तस्य नाम तस्याः नाम रुक्मिणी इति। श्लाघनीया अस्ति तव पितृसेवा। तर्हि सः जगदीश्वरः पुण्डलिकस्य पितृसेवायाः प्रशंसा कृतवान्। एतत् उक्त्वा तव पितृसेवा श्लाघनीया अस्ति इति सः उक्तवान्। अत्रैव अस्ति तर्हि अहं चिन्तयामि। अस्तु, एतां तव पितृसेवां दृष्ट्वा अतिप्रसन्नः अस्मि पुण्डलीक। तर्हि पुण्डलीक इति सम्बोधनमस्ति अत्र। सः न श्रूयते? आम्, श्रूयते इदानीं? हा, इदानीं श्रूयते। भगवान् पुण्डलीकम् उक्तवान्, तस्य पितृसेवा दृष्ट्वा सः अतिप्रसन्नः आसीत् इति। भगवान् प्रसन्नः आसीत्। वरं वृणीष्व इति, वृणीष्व इति न जानामि अस्य। तत्र लोट्लकार इति मन्ये भगिनि, तत्र वृणोतु, वरं वृणोतु नाम चिनोतु, नाम तत्र पृच्छतु, वरं पृच्छतु, सेलेक्ट्, तत्र वृणीष्व इति सेलेक्ट् नाम किमपि चिनोतु तत्र। सः पुण्डलिकं वरं यच्छतु न किमपि वरं पृच्छतु पृच्छतु इति। आत्मानं धन्यं मन्यमानेन पुण्डलीकेन सविनयं परमेश्वरः उक्तः। प्रभो, लोके पितृभक्तिमहत्त्वं प्रदर्शयितुं भवता अत्रैव देव्या सह स्थातव्यम्। पुण्डलीकः आत्मानं धन्यं मान्यमानेन पुण्डलीकेन, तत्र कर्मणि प्रयोगः। पुण्डलीकः, पुण्डलीकः कीदृशः अस्ति? मन्यमानः अस्ति, धन्यं मन्यमानः पुण्डलीकः अस्ति। आत्मानं धन्यं मन्यमानः नाम धन्योऽस्मि इति भावे सः अस्ति। आत्मानं धन्यं मान्यमानः पुण्डलीकः परमेश्वरं प्रति उक्तवान्। किम् उक्तवान्? प्रभो, लोके पितृभक्तिमहत्त्वं प्रदर्शयितुं, तर्हि इहलोके यत्किमपि भक्ताः सन्ति तं प्रदर्शितं, पितृभक्तिमहत्त्वं प्रदर्शयितुं भवता यत्र भगवन्तं सह भगवता अत्रैव स्थातव्यं, देव्या सह अपि स्थातव्यं नाम तर्हि भवान् अत्र एव तिष्ठतु, देव्या सह अत्र एव तिष्ठतु, यथा स्थित्वा अत्र स्थित्वा तत्र पितृभक्ति महत्वस्य प्रदर्शनं कर्तुं सर्वेषां कृते तत्र प्रदर्शयतु, तत्र पितृभक्ति भक्तिः महती अस्ति, तस्याः भक्तेः महत्त्वं प्रदर्शयतु. एषा एव मम इच्छा इति. एषा एव मम इच्छा इति. अस्तु, समीचीनम्. अग्रे. भक्तस्य इच्छां परिपालयता कृष्णेन तत्रैव स्थितं. तर्हि भक्तपुण्डलीकस्य इच्छा या आसीत् तस्य परिपालनं कृत्वा कृष्णभगवान् तत्र एव स्थितं कृते तत्र परिपालयत इति. तत्र प्रथमविभक्तिरूपं किम् अस्ति? परिपालयन्. हा, नाम भक्तस्य इच्छां परिपालयन् कृष्णः तत्रैव स्थितवान्. तदेव पण्ढरपुरम् इति ख्यातम्. एतत् स्थलं, तत् स्थलमेव. दिस् इन्सिडेण्ट् एषः सन्दर्भः अथवा एषा घटना अतः तत् एतया घटनया तत् स्थलं पण्डरपुरं इति नाम प्राप्त न न ख्याति प्राप्तम् एतया घटनया पण्डरपुरं ख्यातम् अभवत् इति प्रख्यातं. तत् क्षेत्रम् अस्ति महाराष्ट्रराज्ये. तर्हि पण्डरपुरम् इति महाराष्ट्रराज्ये स्थितमस्ति. तत्र स्थितः रघुमाबाई समेतः विठ्ठलः भक्तानां मनोरथं पूरयति. तत्र स्थित्वा भगवान् रघुमाबाई सह भक्तानां मनोरथं पूरयति. मनोरथं नाम इच्छा, मनीषा. हा, नाम मनोरथं नाम तत्र मनः यत्र गन्तुम् इच्छति. मनः एकं रथमिव अस्ति. मनोरथं नाम हा, तत्र मनोरथं यत्र यत्र गच्छति तत् सर्वं पूरयितुं सः पूरितुं पूरयति. तत्र स्थित्वा पूरयति इति अस्ति. समीचीनं, धन्यवादः. रुक्मिणीमेव रघुमाबाई इति तत्र उच्यते. रघुमाबाई इति तत्र उच्यते. समीचीनं भगिनि. अस्तु, उत्तमम्. अस्तु, कथायां समास उदाहरणानि सन्ति खलु? समास उदाहरणानि अपि प्रायश कुत्र कुत्र इति. किन्तु समासः इति एतावत् अस्माभिः न पठितः. हा, तत्र कुत्र इति चिन्तयति भगिनि? मातापितरौ इति अस्ति. अस्तु, पितरौ. हा, सत्यं सत्यं. द्वन्द्वसमासः इति. अस्तु. हा, अपि तत्र अहं तत्र सन्धिकार्यं कुत्रापि आसीत् वा इति न दृष्टवान्. किन्तु प्रायशः आसीत् इति मन्ये. पितृशुश्रूषा अपि समासः अस्ति. सत्यं सत्यं, तयोः तत्र षष्टिः तत्पुरुष. तीर्थयात्रा अपि अस्ति. तीर्थानां यात्रा, तीर्थानां यात्रा. हा, तदपि अस्ति. समीचीनम्. अतः तत्र मनोरथं, तत्र मनः एव रथः इति चिन्तयामि खलु. पुण्यक्षेत्रदर्शनमस्ति. पुण्यक्षेत्रदर्शनं, हा, पुण्यक्षेत्रस्य दर्शनं. हा, पुण्यं प्रदाति, प्रदम् अस्ति. हा, तत्रापि समासः. अतः पुण्यं क्षेत्रमपि अस्ति खलु, कर्मधारय समासः. पुण्यं क्षेत्रं. हा, अतः बहु किमपि समासाः अनेके सन्ति. द्वारकाधिपतिः. हा, द्वारकस्य अधिपतिः इति. समीचीनम्. अस्तु, अग्रे सरामः तर्हि. ओ, नमस्कारः शुभदा भगिनी, न दृष्टवान्. नमस्कारः भगिनी. नमस्ते महोदय. नमस्ते. हा, भवती प्राप्तवती वा भगिनि तत्र कथाम्? अस्तु, तर्हि पठितुम् इच्छति वा अद्य? आम् महोदय. अस्तु अस्तु, तर्हि तर्हि अग्रिमकथा आरम्भं करोतु तर्हि. अस्यां कथायाम् एकं शब्दं न अवगतवती, तत्र दिण्डीरवनम् इति अस्ति, तत् न अवगतं महोदय. प्रायश केवलं नाम अस्ति भगिनि, तावदेव. वनस्य नाम अस्ति दिण्डीर इति. ओ ओ ओ, वनस्य तावदेव दिण्डीरवन, तावदेव. कुत्र पठामि? किं भगवन् निन्दया इति अग्रिम अग्रिमकथा पठामि वा? किं भगवन् निन्दया इति कथायाः शीर्षकः. आरात्रि वरुणदेवः पृथिवीम् आर्द्राम् अकरोत्, अतः भूमौ तस्य किमपि विवरणम् एकवारं पठामः, सम्पूर्णतः. आरात्रि वरुणदेवः पृथिवीम् आर्द्राम् अकरोत्, अतः भूमौ ये ये गर्ताः आसन् ते सर्वे वर्षाजलेन पूर्णाः, मार्गाः च कर्दममयाः अभवन्. तादृशे काले रामः वाणिज्यार्थं शकटे उपविश्य गृहात् प्रस्थितवान्. सः अस्ति शाकविक्रयिकः. प्रातःकाले एव सः गृहात् प्रस्थितवान् आसीत्. मेघः अवर्षत् इत्यतः मार्गे स्थिते कर्दमे शकटं समाश्लिष्टम् अभवत्. शकटस्य चक्राणि कर्दमे न्यविशन्. रामः साहाय्यार्थम् इतस्ततः अपश्यत्. कोऽपि न दृष्टः तत्र. सः आत्मनः दौर्भाग्यं निन्दन् शोकातुरः भूत्वा व्यलपत्. एवमेव महान् समयः अतीतः. अग्रे अपि पठामि वा? अग्रे अपि पठतु भगिनि. भगवन् निन्दां कुर्वन् सः कञ्चित् कालं यापितवान्. हा हन्त, मम दौर्भाग्यं, किमर्थम् अद्य इदं कष्टम् अनुभवामि अहम्? हे भगवन्, मम साहाय्यं कुरु, त्वं कुत्र असि इति वदन् विलपनम् अकरोत् सः. बहोः कालात् अनन्तरं भगवान् तत्र आगच्छत्. सः रामं पृष्टवान्, मां किमर्थं निन्दति भवान् इति. तदा रामः उक्तवान्, अहं भवन्तं बहुधा साहाय्यं याचितवान्, तथापि भवान् मम साहाय्यार्थं कमपि न प्रेषितवान्, स्वयमपि शीघ्रं न आगतवान् च इति. भोः, उपरि दृष्ट्वा भवान् उच्चैः माम् आह्वयति चेत् तव कष्टनिवारणं भविष्यति किम्? त्वं स्वप्रयासं कृतवान् किम्? शकटस्य चक्राणि उद्धर्तुं भवान् कमपि यत्नम् अकरोत् किम्? उत्तिष्ठ, स्वस्कन्धेन शकटम् उत्थापयितुं प्रयत्नं कुरु. एतस्मिन् कार्ये भवदीयं प्रयत्नमात्रमेव अलं. प्रयत्नं कुरु, शकटः कर्दमात् बहिः आगमिष्यति. मम अनुग्रहः तु अस्ति एव इति उक्तवान् भगवान्. रामः चिन्तितवान्, सत्यम्, अहं किमर्थम् एतावत्पर्यन्तं प्रयासं न अकरवम्? प्रयासः करणीयः इति चिन्तनं किमर्थं मम मनसि न आगतम्? कष्टसमये आदौ स्वप्रयासः करणीयः. आत्मनः प्रयासं विना ईश्वरनिन्दया किं प्रयोजनम्? परिश्रमः एव साफल्यस्य कुञ्चिका. किमर्थं सदा अन्यस्य साहाय्यं प्रतीक्ष्येत इति. ततः सः लज्जया भगवन्तं क्षमां सम्प्रार्थ्य स्वस्कन्धेन शकटम् उत्थापयितुं पूर्णबलं प्रयुक्तवान्. अल्पेन एव प्रयत्नेन शकटः कर्दमात् बहिः आगतः. साफल्यात् तृप्तिं प्राप्तवान् सः. स्वप्रयाणम् अनुवर्तितवान्. समीचीनम्. अस्तु भगिनि, इदानीं तत्र वेदा भगिनी आरम्भं करोति वा इदानीं तत्र पङ्क्तिशः? आं महोदय, आरात्रि वरुणदेवः पृथ्वीम् आर्द्राम् अकरोत्. आरात्रि इत्युक्ते मध्य रात्रि मध्ये वा आरात्रि? आरात्रि सम्पूर्णरात्रि. ओ आरात्रि इत्युक्ते सम्पूर्ण आरात्रि वरुणदेवः पृथ्वीम् आर्द्राम् अकरोत् इत्युक्ते वर्ष अभवत् इति वा? वृष्टिः अभवत् वृष्टिः अभवत्. आर्द्राम् इत्युक्ते आर्द्राम् इत्युक्ते कष्टं न कष्टं न कष्टं न आर्द्राम् इत्युक्ते आर्द्रा आर्द्र इत्युक्ते उष्णं वा न पृथिवी आर्द्राम् अकरोत् तत्र जलमयम् इति जलमयं तत्र जलमयं वा? अच्छा तत्र वेट् इति अर्थे तत्र शुष्कः अस्ति शुष्कः अस्ति आमामां शुष्क शुष्का इति तस्य विपरीत अर्थः तत्र आरात्रि समास अस्ति खलु अव्ययीभाव समास अस्ति आरात्रि आमरणम् आजीवनं तथा आरात्रि अस्ति सत्यं अतः भूमौ ये गर्ताः आसन् तत्र आर्द्राम् तत्र किमर्थम् आर्द्राम् इति तत्र आर्द्राम् इति तत्र लिङ्गं किम् आर्द्रा स्त्रीलिङ्गमेव इति मन्ये आर्द्रा किमर्थम् आर्द्राम् इति अस्ति? ओ किम् अकरोत् आर्द्राम् अकरोत् तदेव न तर्हि कर्मपदं तर्हि विभक्ति तु द्वितीया समीचीनं किन्तु लिङ्गं किमर्थं स्त्रीलिङ्गम् अस्ति? ओ किमर्थं स्त्रीलिङ्ग पृथ्वी पृथ्वी स्त्रीलिङ्गे अस्ति पृथ्वीमिति स्त्रीलिङ्गस्ति अतः आर्द्रां किमर्थं स्त्रीलिङ्गे भवेत्? आरात्रि आर्द्राम् अकरोत् इति वा तत्र नाम पृथ्वी अकरोत् पृथ्वी कीदृशी अभवत् पृथ्वी आर्द्रा अभवत् आर्द्रा का अस्ति पृथ्वी आर्द्रा अतः आर्द्रा अस्ति विशेषणविशेष्यभावः अतः भूमौ ये गर्ताः इत्युक्ते गड्डा इति वा हिन्दी भाषायां गड्डा इति वर्तते अतः भूमौ ये गर्ताः आसन् ते सर्वे वर्षाजलेन पूर्णाः ते सर्वे वर्षाजलेन पूर्णाः तृतीया विभक्ति वर्षाजलेन पूर्णाः ते अतः भूमौ किमर्थं चेत् वृष्टिः बहुधा अभवत् तत्कारणेन वृष्टिजलेन सर्वे भूमौ यत्र यत्र गर्ताः आसन् तत्र ते सर्वे वर्षाजलेन पूर्णः अभवत् ओ अभवन् करेक्ट् अभवन् मार्गाः च कर्दममयाः अभवन् मार्गाः च कर्दममयाः अभवन् कर्दममया इत्युक्ते किमस्ति कर्दममया मीन्स् वट् इस् ए ऐ डोण्ट् नो वट् इस् ईक्वल् इन् वर्ड् मतलब् कीचड़ हो गया सब जगह कीचड़ हो गया अच्छा मार्गाः च कर्दममयाः अभवन् तत्र किं वदामि अच्छा ओके वर्षाजलेन गर्ताः भूमौ ये गर्ताः आसन् ते सर्वे वर्षाजलेन पूर्णाः अपि च मार्गाः अपि कर्दममयाः अभवन् ओके तत्र तादृशे काले रामः वाणिज्यार्थं शकटे उपविश्य गृहात् प्रस्थितवान् तादृशे काले तत्काले रामः वाणिज्यार्थं शकटे उपविश्य शकटे वाणिज्यार्थं शकटे रामः कुत्रापि गतवान् तत्र तत्र वाणिज्यार्थं किमर्थं नाम वाणिज्यार्थं शकटे उपविश्य सप्तमी विभक्ति शकटे उपविश्य रामः वाणिज्यार्थं कुत्रापि गतवान्, शकटे गतवान्, गृहात् प्रस्थितवान्, गृहात् प्रस्थितवान्, प्रस्थितवान्, एतावत् कुत्रापि न गतवान्, यतोहि न प्राप्तवान्, न प्राप्तवान्, मार्गे एव अस्ति सः. किन्तु तत्र अस्मिन् वाक्ये पश्यतु, सप्तमी अस्ति, काले अस्ति, रामः प्रथमा विभक्ति अस्ति, वाणिज्याय, वाणिज्यार्थं भवति, पुनः शकटे उपविश्य लेबन्तं, गृहात् पञ्चमी प्रस्थितवान्, प्रस्थितवान् सः शाकविक्रयः. सः इत्युक्ते रामः, रामः न तस्य नाम, रामः सः, रामः शाकविक्रयिकः अस्ति. प्रातःकाले शाकां विक्रयणं करोति सः प्रातःकाले, अथवा शाकानां विक्रयणं करोति. प्रातःकाले एव सः गृहात् प्रस्थितवान् आसीत्. तत्र प्रातःकाले एव सः वाणिज्यार्थं गृहात् प्रस्थितवान्, गृहात् प्रस्थितवान्. मेघः अवर्षत् इत्यतः मार्गे स्थिते कर्दमे शकटं समाश्लिष्टम् अभवत्. मेघः अवर्षत् इत्यतः, अवर्षत् इति लङ्लकारे, मेघः अवर्षत् इत्यतः मार्गे स्थिते कर्दमे शकटं समाश्लिष्टम् अभवत् इत्युक्ते शकटं कर्दमे, कर्दमे तस्य किं वदामि, तस्य शकटं समाश्लिष्टं तस्य कर्द, तत्र कर्दममय मार्गे तत्र शकटस्य बन्धनं नाम तत्र शकटम् एकम् एव स्थले तत्र स्थितम् अभवत्, तत्र तस्य किमपि तत्र किं समाश, समाश्लिष्ट मीन्स् इट् गाट् स्टक् इन् टु दट् टु इति. कीचड़ में फंस गए ना उसके चार. बट वॉट शुड आई से इन संस्कृत, आई एम थिंकिंग आश्लिष्ट, आश्लिष्ट समाश्लिष्टम, सम आश्लिष्टम, समाश्लिष्टम, आश्लिष्टः अभवत् तत्र मेघ, किमर्थं चेत् वृष्टि अभवत् तत्कारणेन मार्गे स्थिते कर्दमे शकटम् आश्लिष्टः अभवत् तत्र लग्नः नाम तत्र एकमेव स्थले अस्ति इति लग्नः इति वदन्ति खलु, लग्नः, ओ ओके, लग्नः वा, अच्छा. शकटस्य चक्राणि, शकटस्य चक्राणि कर्दमे न्यविशन् इत्युक्ते तदेव अहम् उक्तवती पूर्व एव, शकटस्य चक्राणि कर्दमे फस्ग्या लैक् इट् गाट् स्टक् इन् टु दट् तु न्यविशयन् मिशन् इत्युक्ते नी उप उपसर्ग विष धातु नी विषन् न्यविषन् तत्र चक्राणि कर्दमे स्थापित न किं वदामि, स्थापितम् इति वदामि वा किं वदामि, न तत्र न्यविषन् नाम तत्र कर्दमे अन्तर्गतः, अन्तर्गतः, सत्यम् अन्तर्गतः, कर्दमे एव अस्ति, कर्दम कर्दमे अन्तर्गतः अस्ति, अन्तर्गतः करेक्ट्. रामः साहाय्यार्थम् इतस्ततः अपश्यत्, रामः साहाय्यार्थम् इतस्ततः अपश्यत् इत्युक्ते साहाय्यार्थं कोऽपि अस्ति वा इति इतस्ततः तद् दृष्टवान्, कोऽपि न दृष्टः, कोऽपि न दृष्टः साहाय्यार्थं दृष्टः इति तत्र किम् अस्ति, कोऽपि न दृष्टः इति, कोऽपि इत्युक्ते कोऽपि मनुष्यः न दृश्यते तत्र सहायं करणीय, केन न दृष्टः, केन न दृष्टः, रामेण न दृष्टः, रामेण न दृष्टः, रामः कमपि न दृष्टवान् तत्र, कमपि न दृष्टवान् तत्र. सः आत्मनः दौर्भाग्यं निन्दन् शोकातुरं भूत्वा व्यलपत्, व्यलपत् तत्र सः आत्मनः दौर्भाग्यं, स्वस्य दौर्भाग्यम् इति चिन्तयित्वा सः निन्दन् शोकातुरं, शोकातुरः भूत्वा व्यलपत्, निन्दन् व्यलपत् इति वा, निन्दन् सः आत्मनः दौर्भाग्यं निन्दन्, दौर्भाग्यं निन्दित्वा सः शोकातुरः आसीत्, अपि च तस्य कारणेन सः व्यलपत् व्यलपत् इत्युक्ते किमपि वदति दुःखेन वदति इति वा दुःखेन तत्र लट्लकारे किमस्ति व्यलपत् व्यलपत् लट्लकार व्यलपति व्यलपति व्यलपति व्यलपति व्यलपति सत्यं वा खलु आं महोदय तत्र वि इति उपसर्गः वि इति उपसर्गः आम् वि इति आलपत् वि आलपत् इति भवेत् वि इति उपसर्गः अस्ति वा इति मन्ये खलु वि उपसर्ग एव महोदय लपत् लपत् विलपति भवति महोदय तर्हि तत्र वि इति उपसर्गः धन्यवादः भगिनी हा तर्हि विलपति वि अपि लपति तत् लङ्लकार अस्ति इति कारणेन व्यलपति इति आयाति करेक्ट् एवमेव महान् समयः अतीतः समयः जातः तत्र एवमेव सः दौर्भाग्यं निन्दनं कृत्वा यत् विलपति तत्र तदेव तत्र महान् समयः अतीतः समयः विलपति नाम तत्र किमपि सः सहायं कर्तुं कोऽपि न दृश्यते सहायार्थं विलपति नाम रुदनं करोति वा रुदनं करोति विलपति इत्युक्ते क्रन्दति क्रन्दति करेक्ट् करेक्ट् किमपि कोऽपि नास्ति इति वदति हा इति अस्ति समीचीनं क्रन्दति अस्तु इदानीम् अग्रे तत्र हा निवेदिता भगिनी अग्रे पठति वा इदानीं प्रयत्नं करोमि भगवत्निन्दां कुर्वन् सः कश्चित् कालं यापितवान् सन्धिः अस्ति भगवत्निन्दां कुर्वन् कुर्वन्नपि शत्रुप्रत्ययः अस्ति खलु सत्यं कुर्वन् सः कञ्चित् कालं यापितवान् सः कोऽपि प्रयासं न करोति केवलं भगवत्निन्दां करोति स भगवत्निन्दा कृतवान् कश्चित् कालयापनं कृतवान् हा हन्त मम दौर्भाग्यं किमर्थम् अद्य इदं कष्टम् अनुभवामि अहम् मम दुर्भाग्य मम दौर्भाग्यम् अस्ति मतलब् समयम् उचितं नास्ति किमर्थम् अहं कोऽपि पापं करोति वा पापं करोति किमर्थम् एतत् अभवत् अहं किमपि न कृतवान् तत्र मम कृते किमर्थम् एव अभवत् इदं कष्टं किमर्थं मम कृते किमर्थं कष्टं हे भगवन् मम सहायं कुरु सहायस्य अपेक्षां करोति त्वं कुत्र असि भगवत् अन्वेषणं करोति वा नाम भगवान् आगत्य सहायं करोति इति सः चिन्तयति प्रायशः सः स्वयं कोऽपि कार्यं कर्तुं न इच्छति प्रयासं कर्तुं न इच्छति केवलं देवस्य उपरि तस्य अपेक्षां प्रकटयति तत्र श्रद्धा अस्ति इति अपि नास्ति केवलं तत्र देवः सर्वं सहायं करोति इति चिन्तयति तावती इति वदन् विलपनम् अकरोत् सः वदनपि शत्रुप्रत्ययः अस्ति अकरोत् कृतवान् विलपनम् बहोः कालात् अनन्तरं भगवान् तत्र आगच्छत्। तत्र बहुः इति तत्र बहुः कालः, बहुः कालः अनन्तरं कालात् मतलब बहोः विशेषणमस्ति, कालात् विशेष्य अस्ति, पञ्चमी विभक्ति अस्ति। अनन्तरं भगवान् तत्र भगवान् अपि तस्य परीक्षां कृतवान् नाम सः शीघ्रतया न आगतवान्, बहुः कालात् अनन्तरम् आगतवान्, तावत्पर्यन्तम् एषः विलपति स्म। सः रामं पृष्टवान् मां किमर्थं निन्दति भवान् इति। कथं त्वं निन्दां करोति, देवस्य निन्दां कथं करोति, तत्र किमर्थं, तत्र अहं न कारणं किमर्थं भवान् तत्र मम निन्दनं करोति। तदा रामः उक्तवान् अहं भवन्तं बहुधा साहाय्यं याचितवान्, तथापि भवान् मम साहाय्यार्थं कमपि न प्रेषितवान्, स्वयमपि शीघ्रं न आगतवान् च इति। रामः उक्तवान्, रामः अवदत् अहं भवन्तं बहुधा साहाय्यं याचितवान्, मम मनसि साहाय्यस्य अपेक्षाम् अस्ति, भगवत्साहाय्यस्य अपेक्षा अस्ति, किन्तु देवः मम साहाय्यार्थं कमपि न प्रेषितवान्, कोऽपि कोऽपि मनुष्यः अत्र न आगतवान्, मम साहाय्यं न कृतवान्, त्वं स्वयमपि अत्र शीघ्रं न आगतवान्, बहोः कालात् अनन्तरम् आगतवान्, अतः एव अहं निन्दनं कुर्वन् अस्मि। अग्रे भोः उपरि दृष्ट्वा भवान् उच्चैः माम् आह्वयति चेत् तव कष्टनिवारणं भविष्यति किम्? केवलं देवस्य आह्वानं कृत्वा अहं वयं कोऽपि कार्यं कर्तुं न शक्नुमः, कष्टनिवारणं तत्र न भविष्यति, तत्कृते स्वयं कोऽपि प्रयासं कर्तुम् आवश्यकं खलु। त्वं स्वप्रयासं कृतवान् किं? त्वं कोऽपि प्रयत्नं स्वयं न कृतवान्, शकटस्य चक्राणि उद्धर्तुं भवान् कमपि यलम् अस्ति खलु, यत्नम् अकरोत् किम्? शकटस्य चक्राणि कर्दमे संश्लिष्टवान् किन्तु चक्राणि संश्लिष्टानि सन्ति, चक्राणि शकटे संश्लिष्टानि सन्ति किन्तु तानि उद्धर्तुं उपरि आनेतुं त्वं कमपि यत्नं न करोति, उत्तिष्ठ, स्वकन्धेन शकटम् उत्थापयितुं प्रयत्नं कुरु, उत्थापयितुं तुमुनस्ति, अत्र आज्ञा लोट्लकार अस्ति, उत्तिष्ठ कुरु, त्वमपि चक्राणि उद्धर्तुं प्रयत्नं कर्तुं शक्नोषि, त्वं स्वस्कन्धेन शकटम् उत्थापयितुं प्रयत्नं कुरु इति सः इति भगवान् इति देवः आज्ञाम् अकरोत् कृतवान् एतस्मिन् कार्ये भवदीयं प्रयत्नं मात्रमेव अलम् अहमपि साहाय्यं कृतवान् किन्तु यदा त्वं स्वयं प्रयत्नं नाम अस्मिन् कार्ये एतस्मिन् कार्ये भवदीयं प्रयत्नं मात्रमेव अलं नाम तत् मतलब भवदीयं प्रयत्नम् अलम् अस्ति मम साहाय्यमपि तत्र नास्ति आवश्यकता नास्ति आवश्यकता नास्ति साहाय्यस्य आवश्यकता एव नास्ति स्वस्य प्रयत्नं महत्त्वं पूर्णम् अस्ति तत्र उत्थापयितुं शक्नोषि स्वस्य उपरि विश्वासम् आवश्यकम् सत्यं प्रयत्नं कुरु प्रयासं कुरु शकटः कर्दमात् बहिः आगमिष्यति यदा त्वं प्रयत्नं करोषि तदा शकटः कर्दमात् बहिः आगमिष्यति मम अनुग्रहः तु अस्ति एव यदा त्वं कार्यं करोषि तदा अहम् अनुग्रहरूपेण तथैव तत्र कार्यस्य साफल्यं तदा भवतु इति तत्र अनुग्रहम् अनुगृह्णामि इति उक्तवान् भगवान् रामः चिन्तितवान् सत्यम् अहं किमर्थम् एतावत् पर्यन्तं प्रयासं न अकरवम् सः चिन्तितवान् त्रुटि ज्ञातवान् त्रुटि अस्ति खलु हमारी कहीं गलती हो जाती है उसका एहसास होता है दोष ज्ञातवान् अहमपि किमर्थं प्रयासं न अकरवम् केवलम् ईश्वरस्य निन्दा कृतवान् प्रयासः करणीयः इति चिन्तनं किमर्थं मम मनसि न आगतम् प्रथमं कार्यमस्ति प्रयासं करणीयम् अनन्तरम् ईश्वरस्य साहाय्यं मतलब पहले हम प्रयास करे बाद में ईश्वर की चिंतन करे उसे बुलाए प्रथमं कार्यमस्ति प्रयासं अनन्तरम् ईश्वरस्य चिंतनं करणीयम् किन्तु अहं केवलं ईश्वरस्य चिन्तनं कृत्वा तस्य निन्दाम् अपि कृतवान् प्रयासस्य विषये प्रयासं विस्मृतवान् तत्र प्रयासस्य विषये अहं विस्मृतवान् सर्वं विस्मृतवान् किमर्थम् इति न जानामि कष्टसमये आदौ स्वप्रयासः करणीयः स्वप्रयासस्य महत्त्वम् अत्र वर्णितवान् अस्ति खलु वर्णितमस्ति कोऽपि कष्टसमयः कष्टसमये सप्तमविभक्तिः अस्ति आदौ अपि आदि अस्ति खलु स्वप्रयासः करणीयः अस्माभिः कर्मणि रचना अस्ति करणीयः अस्ति खलु तत्र अनियर् मध्ये तत्र कर्मणि इव भासते. करणीयः आत्मनः प्रयासं विना ईश्वरनिर्णया किं प्रयोजनम्? आत्मनः प्रयासं प्रयत्नं विना ईश्वरस्य निन्दया योग्यं नास्ति खलु. परिश्रमः एव साफल्यस्य कुञ्चिका. प्रयत्नेन परिश्रमेण एव वयं अप्राप्यस्य प्राप्तिम् अपि कर्तुं शक्नुमः. साफल्यस्य प्राप्तिं प्राप्नुमः, साफल्यं प्राप्नुमः प्राप्नुमः. किमर्थं सदा अन्यस्य सहायं प्रतीक्षेत् प्रतीक्षेत् कोऽपि आगच्छति मम सहायं करोति इति चिन्ता न करणीया इति. प्रतीक्षा प्रतीक्षा प्रतीक्षां न करणीया. प्रतीक्षा न करणीया न करणीया सोरि प्रतीक्षा श्रीलिङ्ग प्रतीक्षा अस्माभिः न करणीया. ततः सह लज्जया भगवन्तं क्षमां सम्प्राप्य स्वस्कन्धेन शकटं सम्प्रार्थ्य सम्प्रार्थ्य अस्ति खलु सम्प्रार्थ्य प्रार्थ्य सम्प्रार्थ्य स्वस्कन्धेन शकटम् उत्थापयितुं पूर्णबलं प्रयुक्तवान्. अतः सम्प्रार्थ्य लबन्तरूपम् अस्ति खलु. आमामां प्रार्थयति सम्प्रार्थयति लज्जया लज्जेन लज्जया लज्जया लज्जया तृतीया. तत्र भावतृतीया नाम सन्तोषेन कार्यं करोति. लज्जया क्षमां सम्प्रार्थ्य अत्र लज्जा तृतीया विभक्ति अस्ति लज्जया. भावतृतीया अस्ति भावतृतीया. सः सः सन्तोषेन कार्यं कृतवान् नाम भावः कार्यसमये भावः किमासीत् सन्तोषः. ततः सन्तोषेन कार्यं कृतवान् तत्र माध्यमं नास्ति सन्तोषः. हस्तेन खादामि इति भिन्नमस्ति. सन्तोषेन कार्यं कृतवान् भावः अस्ति माध्यमं नास्ति. तथा अत्र लज्जया इति भावः सः क्षमां सम्प्रार्थ्य क्षमां प्रार्थितवान्. तत्र प्रार्थ्य इति तत्र प्रार्थ्य प्रार्थितवान् इति तत्र प्रार्थ्य इति तत्र द्विकर्मकधातुः अस्ति खलु. भगवन्तं क्षमां द्विकर्म कर्मपदद्वयम् अस्ति. भगवन्तं क्षमां सम्प्रार्थ्य स्वस्कन्धेन शकटम् उत्थापितवान्. अल्पेन प्रयत्नेन अल्पेन एव प्रयत्नेन शकटः कर्दमात् बहिः आगतः. सः अल्पं प्रयत्नं करोति अल्पेन प्रयत्नेन एव तत्र शकटः कर्दमात् बहिः आगच्छति. आवश्यकं नास्ति साफल्यात् तृप्तिं प्राप्तवान् सः स्वप्रयाणम् अनुवर्तितवान्. वयं यदि वयं कोऽपि कार्यं स्वप्रयत्नेन स्वकष्टेन कर्तुं शक्नुमः तदा साफल्यस्य तृप्ति. यदा प्रयत्नं कृत्वा किमपि कार्यं सफलं भवति साफल्यात् साफल्यात् वयं महेन्द्रनाथ प्राप्नुमः रामकृष्ण परमहंसस्य शिष्यः सः वादशीलः तत्र वादशीलः इत्युक्ते साफल्यात् तृप्तिं प्राप्तः तस्य तृप्तिः भवति साफल्यकारणात् तस्य तृप्तिः भवति मैं काम करता हूं अहं कार्यं कर्तुं आनन्दः अपि अस्ति सत्यं आनन्दभावना तृप्तिं प्राप्य सः स्वप्रयाणम् अनुवर्तितवान् पुनः स्वप्रयाणं स्थगितः आसीत् इदानीं तत्र अग्रे गतवान् सः स्वप्रयाणम् अनुवर्तितवान् नाम अस्माकं वर्गः अनुवर्तते इति तत्र आरम्भे सर्वदा वदामः तत्र अस्माकं वर्गः अनुवर्तते नाम एतावत् तत्र इट् हेज् स्टाप्ड् एण्ड् इट् इस् कण्टिन्यूयिङ्ग् इति अर्थे अतः अनुवर्तितवान् इति अस्ति समीचीनं बहु समीचीनमस्ति तत्र तृतीया कथा न पठितवान् कथां न पठितवन्तः किन्तु चिन्ता मास्तु इदानीम् एकः प्रश्नः तत्र अग्रिमे सप्ताहे वर्गः भवेत् न वा किं चिन्तनं महोदय अत्र अस्मिन् कथायाम् अन्यत् एकम् अस्ति भक्तिमार्गेण तु वयं भगवतः प्राप्ति कुर्मः इति वयं जानीमः अत्र निन्दामार्गेण अपि भगवान् दर्शनं ददाति इति सत्यं भगिनि किन्तु तत्र रूपेण वयं वक्तुं शक्नुमः तस्य उदाहरणं तु अस्ति खलु भगिनि तत्र प्रह्लाद चरित्रमेव तस्य उदाहरणम् इति वदन्ति खलु परन्तु तत्र निन्दा नास्ति न नाम तत्र प्रह्लादस्य पिता सर्वदा निन्दति खलु नाम तत् तेनैव तत्र सः सर्वदा भगवतः चिन्तनम् एव करोति इति एव तत्र शापः आसीत् खलु तस्य नाम तत्र निन्दनं यथा भवती उक्तवती तत्र निन्दनेन किन्तु स्मरणरूपं वयं चिन्तयामः एकमेव रूपम् अस्ति इति किन्तु स्मरणस्य अनेकानि रूपाणि सन्ति निन्दनमपि स्मरणं भवेत् एव इति तदेव निन्दारूपेण स्मरणं करोति न सर्वदा तदेव तदेव कंस अदर् अदर् राक्षस अवतारेषु अपि इति अस्ति सत्यं उदाहरणं करोति भगवान् तत्र निन्दनं करोति कंसः परन्तु तदापि अन्ते भगवान् तस्य उद्धारणम् अनुग्रहं करोति उद्धारं करोति उद्धरति महोदय सन्तसाहित्यं पढेंगे ना तो सन्तसाहित्य में भी बहुत बार मतलब भगवान पे उठे गए हैं भगवान की निंदा की गई है लेकिन उसका अर्थ यही है कि किसी भी बहाने मैंने भगवान का नाम लिया है भले मैं रूट कर नाम लू निंदा करके नाम लू नाम लेना बहुत इम्पोर्टेंट है आई थिंक वन स्टोरी इन भागवतम दे से नो वन प्लेस दैट in the entire life he has been ninda karte bhagwan ka but at the end before dying you know he takes bhagwan's name once and then the devadutas they come and fight with the yamadutas and say now we will take him because he said narayana at the end so we will take him like that so some fight goes on so some story is there like in satyam satyam सुब्रह्मण्य भवती किमपि वक्तुम् इष्टवती अत्र तु अहं परिहासरूपेण उक्तवती विनोदरूपेण तत्तु सत्यमेव भगिनि परन्तु तत्रापि सत्यमस्ति परन्तु अत्र तु मम उद्देशः तु तत्र गभीरः नासीत् विनोदरूपेण एव सत्यं भगिनि सत्यं सत्यं विनदरूपेण सत्यं भगिनि. अस्तु, अग्रिमे सप्ताहे भवन्तः भवत्यः वदन्तु तत्र भवेत् न वा इति. तत्र विराम भवति वा? अस्तु तर्हि, तत्र जनवरि सेकेण्ड् इति अस्ति, तत्र जनवरि सेकेण्ड्, जनवरि थर्ड्, जनवरि सेकेण्ड्. अस्तु, एकसप्ताह भवतः कृते शक्यमस्ति चेत् करोतु महोदय. अहम् आगच्छामि, आगमिष्यामि. अस्तु भगिनि, तर्हि कुर्मः. तत्र कथमेव पठामः खलु, तत्र ये आगच्छन्ति ते आगच्छेयुः. तदनन्तरं तत्र अग्रिमे तस्य अनन्तरं वयं तत्र पुनः सन्धिः इति कार्यं च पाठं कुर्मः. तर्हि अग्रिमे सप्ताहे अपि तत्र कथामेव पठामः, वर्गं कुर्मः तर्हि. अस्तु, अस्तु, समीचीनं. तर्हि तत्र वर्षस्य आरम्भः भवेत् कथावाचनम्. अस्तु भगिनि, अस्तु अस्तु अस्तु, उत्तमा योचना. हा अस्तु, तर्हि शुभदा भगिनि, भवती एव तत्र अन्ते शान्तिमन्त्रं वदति वा, समापयामः. आं महोदय. ॐ पूर्णमदः पूर्णमिदं पूर्णात् पूर्णमुदच्यते पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते. ॐ शान्ति शान्ति शान्तिः. श्रीगुरुभ्यो नमः. हरिः ओम्. धन्यवादः महोदय.